तर्हि अभ्यासः जातः सर्वेषाम्? अभ्यासः जातः कस्य उपरि? वयम् उपरि, अधः, पुरतः, पृष्ठतः, दक्षिणतः, वामतः, तत्र पजेसिव् केस् भवति, षष्टिविभक्तिः भवति. तर्हि वयं किं जानीमः अधुना? वयं किं जानीमः? दिशासम्बन्धि वर्णनं वयं जानीमः. उपरि, अधः, पुरतः, पृष्ठतः, दक्षिणतः, वामतः. दक्षिणतः, दक्षिणतः, वामतः, दक्षिणतः, वामतः. अस्तु, अधुना सर्वे एकं वदन्तु. हा, लक्ष्मी भगिनी वदतु, किं किं कुत्र अस्ति? किमपि अस्तु. विनीता भगिनी, लक्ष्मी अस्तु, समीचीनमस्ति. हा, अभिनव महोदय, एकं किमपि? कूपी, लेखनी, लेखनी कूप्याः उपरि अस्ति. हा, अस्तु. अधुना दण्डः, पुस्तकं, दण्डः, दण्डः पुस्तकस्य उपरि अस्ति. अस्तु, समीचीनम्. अधुना अग्रे अग्रे गच्छामः, अग्रे गन्तुं शक्नुमः. अस्तु, आसन्दः, आसन्दः पुस्तकं, पुस्तकं कुत्र अस्ति? आसन्दस्य, आसन्दः कुत्र अस्ति? पुस्तकस्य, पुस्तकस्य अधः अस्ति. अस्तु, अग्रे गच्छामः. अधुना अहम् अत्र अस्मि, अहम् अत्र अस्मि, इतः तत्र गच्छामि, इतः अत्र अस्मि, अत्र अस्मि, इतः तत्र गच्छामि. अधुना तत्र, अत्र अस्मि, ततः अत्र आगच्छामि, इतः ततः, अत्र इतः, तत्र ततः, अत्र इतः, तत्र ततः. अस्तु, अधुना इतः ततः इति अस्ति. तर्हि इतः, इतः अहं गृहं गच्छामि, इतः अहं कार्यालयं गच्छामि, अत्र अस्मि अधुना, इतः गृहं गच्छामि, इतः चिकित्सालयं गच्छामि, इत्र इतः चित्रमन्दिरं गच्छामि, इतः कुत्र कुत्र गच्छन्ति? मनीष महोदय, इतः कुत्र गच्छति? इतः कृष्णमन्दिरं गच्छामि. समीचीनमस्ति. इतः राममहोदय कुत्र गच्छति? इतः गृहं गच्छामि. समीचीनमस्ति. इतः भवती कुत्र गच्छति? विदेशं. अस्तु, भगिनी कुत्र कुत्र गच्छति? इतः मन्दिरं गच्छामि. अस्तु, इतः कुत्र गच्छति मुरलीमहोदय? इतः, इतः गृहं गच्छामि. अस्तु, समीचीनमस्ति. दिलीप महोदय कुत्र गच्छति? इतः, इतः वित्तकोशं गच्छामि. अस्तु, समीचीनमस्ति. तत्र धनम् अस्ति वा? अस्तु, इतः मेधा भगिनी इतः कुत्र गच्छति? गृहं, गच्छामि गच्छामि इतः माधवमहोदय कुत्र गच्छति इतः मन्दिरं गच्छामि भवान् इतः कुत्र गच्छति अस्तु अस्तु तर्हि इतः अपि च ततः लेखनी अस्ति लेखनी ततः लेखनीं प्रेषयतु लेखनीं प्रेषयतु ददातु ततः लेखनी स्वीकरोमि ततः अस्तु तर्हि तर्हि इतः ततः किं स्वीकरोमि ततः अहं पुस्तकं स्वीकरोमि अहम् आसन्दं स्वीकरोमि ततः किं स्वीकरोति ततः अस्तु ततः अस्तु ततः किं स्वीकरोति पुस्तकं समीचीनं ततः मालां ततः किं स्वीकरोति ततः स्यूतः तं स्यूतः स्वीकरोमि किन्तु अत्र स्यूतः अस्ति परन्तु अहं स्यूतं स्वीकरोमि यत्र कर्मपदमस्ति तत्र म इति भवति म सर्वेषां नदीं स्वीकरोमि अङ्कनीं स्वीकरोमि दर्पणं स्वीकरोमि म द्वितीयविभक्तिः कर्मपदं तत्र दण्डः अस्ति किन्तु ततः अहं दण्डं स्वीकरोमि किं स्वीकरोति ततः ततः करवस्त्रं स्वीकरोमि भवान् दण्डं स्वीकरोमि अस्तु समीचीनमस्ति लक्ष्मी भगिनी ततः पेटिकां स्वीकरोमि समीचीनं सन्ध्या भगिनी किं स्वीकरोति ततः अहं न गच्छामि इतः इतः फ्रम् हियर् इतः इत्युक्ते फ्रम् हियर् ततः इत्युक्ते फ्रम् देर् ठीक् है अस्तु तर्हि ततः अत्र उत्पीठिका अस्ति डेस्क् उत्पीठिका अत्र छुरिका अस्ति ततः किं स्वीकरोति छुरिका इति वदतु ततः किं स्वीकरोति ततः ततः इतः किं स्वीकरोति फ्रम् हियर् इति इतः किं स्वीकरोति भवती वदतु ततः छुरिकां अत्र उत्पीठिका इति न ततः फ्रम् देयर् न अवगच्छति ओके सो अत्र पुष्पमस्ति अहं वदामि अहमस्मि तत्र पुष्पमस्ति अहं वदामि ततः अहं पुष्पं स्वीकरोमि ततः पुष्पं स्वीकरोमि अस्तु कूपी अस्ति वदतु कूपी ततः न उपीठिका न कूपी स्वीकरोमि भवति किन्तु कूपीं पुनः वदतु इति अस्ति अस्तु विश्वनाथमहोदय किं स्वीकरोति ततः अतः छुरिकां स्वीकरोमि. अस्तु, इति विषयः अस्ति. अधुना अधुना इतः ततः इतः ततः तत्र यत्र विभागः भवति विभागः तत्र तः इति अस्ति इतः ततः. अस्तु, इदानीं हस्तः अस्ति हस्तः माधवः एषः कः सः हस्तः हस्तः. अस्तु, तर्हि अत्र चमसः अस्ति हस्तः अस्ति चमसः अस्ति चमसः हस्ते अस्ति समीचीनम्. इदानीं चमसः हस्ततः पतति हस्ततः पतति हस्तः अस्ति चमसः अस्ति चमसः हस्ततः पतति. कङ्कतं वाक्यं वदतु मनीष् महोदय. कङ्कतं कङ्कतं हस्ततः पतति. छुरिका द्वीप महोदय छुरिका समीचीनं. लेखनी राम महोदय लेखनी हस्ततः पतति पतति. अस्तु, मुरली महोदय कर्तरि कर्तरि हस्ततः पतति पतति. अस्तु, लक्ष्मी भगिनी लेखनी हस्ततः पतति. अस्तु, अधुना उपीठिका अस्ति उपीठिका. अधुना छुरिका उपीठिका या उपीठिकातः उपीठिकातः पतति उपीठिकातः. कन्दुकः कन्दुकतः कन्दुकतः. नगरं नगरतः नगरतः आगच्छामि. गृहं गृहतः आगच्छामि. चिकित्सालयः आगच्छामि. इदानीं कुतः इति प्रश्नः कुतः कुतः आगच्छति ततः आगच्छामि. कुतः आगच्छति मन्दिरम् अहं मन्दिरतः आगच्छामि. अस्तु, समीचीनं. कुतः आगच्छति अहं गृहतः आगच्छामि आगच्छामि. राजशेखरः कुतः आगच्छति मन्दिरतः आगच्छामि. मेधा भगिनी कुतः आगच्छति विद्यालयतः आगच्छामि. अभिनव महोदय कुतः अहं प्रयोगशालातः सत्यमपि अस्ति. अस्तु, समीचीनं. दिलीप महोदय कुतः आगच्छति गृहतः आगच्छामि. सुब्रह्मण्य महोदय कुतः आगच्छति अहं मन्दिरतः. अस्तु, इति तः. अस्तु, अधुना गृहतः किं किम् आनयति. गृहतः अहम् आसन्दम् आनयामि अहं लेखनीम् आनयामि अहम् उपनेत्रम् आनयामि. कुतः किम् आनयति आनयनम् आनयति कुतः किम् आनय अहं समुद्रतः जलम् आनयामि. कुतः किम् आनयति अहं गृहतः पुस्तकम् आनयामि आनयामि आनयामि. भगिनी कुतः किम् आनयामि चिन्तयतु. अस्तु, कुतः किम् आनयति? आपणतः वस्तु. किञ्चित् भिन्नम् अस्ति. वस्तु आनयामि. कुतः किम् आनयति? मन्दिरतः प्रसादम्. समीचीनमस्ति. अस्तु, राजशेखर महोदय, कुतः किम् आनयति? मन्दिरतः तीर्थम् आनयामि. किम् आनयति? तीर्थं. तीर्थम् आनयति? तीर्थम् आनीयते वा? तीर्थं, तीर्थस्थलं, तीर्थस्थलम् आनयति वा? अस्तु अस्तु अस्तु, जलम् आनयति. अस्तु, लक्ष्मी भगिनी, कुतः किम् आनयति? अस्तु, समीचीनमस्ति. सन्ध्या भगिनी, कुतः किम् आनयति? मार्गभ्रष्टः जातः वा? What are you bringing from where? अहं मम गृहतः लेखनीं आनयामि. समीचीनमस्ति. अस्तु, अनुराधा भगिनी, किं किं किं कुतः आगच्छति आनयति? पुनः पुनः. अहं विद्यालयतः पुस्तकम् आनयामि. माधव महोदय, समीचीनमस्ति. सर्वे उक्तवन्तः. विश्वनाथ महोदय, कुत? अहं ग्रन्थालयतः पुस्तकम् आनयामि. समीचीनमस्ति. भगिनी कुतः किम् आनयति? सीता भगिनी, अहं गृहतः पुस्तकं आनयामि. आनयामि. राम महोदय, अहं गृहतः धनम् आनयामि. ददाति वा? समीचीनम्. अस्तु, समीचीनमस्ति. अस्तु, इति आनयनं. स्वीकरणं, स्वीकरोति कुतः? आनयति. समीचीनमस्ति. अत्र अस्ति चेत् इतः, तत्र अस्ति चेत् ततः, कुत्र कुतः, उपरितः न उपरिष्टात्. अस्तु, अत्र मनीष. अस्तु, तर्हि विनीता भगिनी, कृपया पठतु. बेङ्गलूरु शङ्करः, बेङ्गलूरुतः अत्र अत्र शङ्कर बेङ्गलूरुतः प्रस्थाय दक्षिणभारतप्रवासं कृतवान्. सः कुत्र गतवान् इति लिखतु. यथा शङ्करः बेङ्गलूरुतः शृङ्गेरी गतवान्. अनन्तरं शृङ्गेरीतः धर्मस्थलं गतवान्. अनन्तरम् अभिनवमहोदय, अग्रिमं धर्मस्थलतः मङ्गलूरुं गतवान्. यत्र गच्छामः तत्र म इति अस्ति. चिकित्सालयः, अहं चिकित्सालयं गच्छामि. तर्हि अत्र यतः आगच्छामः तत्र तः इति अस्ति. यत्र गच्छामः तत्र अम्. तर्हि बङ्गलूरुतः तत्र शृङ्गेरीं गच्छामि. शृङ्गेरी अस्ति, किन्तु शृङ्गेरीं गच्छामि, अनन्तरं शृङ्गेरीतः आगच्छामि. शृङ्गेरीं गच्छामि, शृङ्गेरीतः आगच्छामि. अस्तु, मङ्गलूरुतः अनन्तशयनं गतवान्. अस्तु, लक्ष्मी भगिनी, दूरवाण्या वदतु अग्रिमम्. भगिनी लक्ष्मी महोदय, हा वदतु अग्रिमं पुस्तकमस्ति वा अस्ति अस्ति 9.2 अग्रिमम् अनन्त अग्रिमं धर्मस्थलं अनन्तशयनम् अहं धर्मस्थलतः मङ्गलूरं गच्छामि अस्तु समीचीनमस्ति हा अग्रे अग्रिमम् अनन्तशयनतः कन्याकुमारीं गतवान् हा हा गतवान् हा गतवान् गतवान् अत्र गतवान् इति अस्ति हा गतवान् इति भूतकाले अस्ति गच्छामि इति वर्तमानकाले अस्ति भूतकाले अस्ति गतवान् तर्हि शङ्करः बेङ्गलूरुतः शृङ्गेरीं गतवान् अस्तु अग्रिममस्ति भगिनी वदतु कन्याकुमारी कन्याकुमारीतः रामेश्वरं गच्छामि शङ्करः गतवान् अस्तु लक्ष्मी भगिनी अग्रे शङ्करः रामेश्वरतः पाण्डिचेरीं गतवान् विश्वनाथ महोदय शङ्करतः पाण्डिचेरी पाण्डिचेरीतः मद्रास् गतवान् अस्तु यत्किमपि अस्ति वस्तुतः मद्रास् इति संस्कृतशब्दः नास्ति अथवा मद्रास् नगरं गतवान् अस्तु राजशेखर महोदय तिरुपति हा माधव महोदय अग्रे तिरुपति समापयतु तस्य पिता पिददातु No, she turned off the phone, I think. She's gone. अहम् इति न शङ्करः शङ्करः शङ्करः बेङ्गलूरुतः शृङ्गेरी गतवान् शृङ्गेरीं गतवान् शृङ्गेरीं गतवान् अस्तु माधव महोदय अग्रे वदति वा अग्रिम गतवान् इति अस्ति अस्तु भवन्तः कुतः कुत्र गतवान् मनीष महोदय कुतः कुत्र गच्छति अहं गृहतः कार्यालयं गच्छामि कार्यालयतः समुद्रं गच्छामि समुद्रतः विदेशं गच्छामि विदेशतः हिमालयं गच्छामि हिमालयतः पुनः गृहम् आगच्छामि कुतः कुत्र गच्छति अहं गृहतः कार्यालयं गच्छामि कार्यालयतः आपणं गच्छामि आपणतः पुनः कार्यालयं गच्छामि कार्यालयतः गृहम् आगच्छामि आगच्छामि समीचीनमस्ति अस्तु समीचीनमस्ति किं किं भगिनी अस्ति वा लक्ष्मी लक्ष्मी भगिनी हलो अस्तु असिस्टेण्ट् स्पीकर् फोन् ओके ओके अस्तु अस्तु तर्हि अस्तु अस्तु अभिनव महोदय कुतः कुत्र आगच्छति कुत्र गच्छति इतः गृहं गच्छामि गृहतः कार्यालयं गच्छामि कार्यालयतः पुनः गृहम् आगच्छामि अस्तु समीचीनं समीचीनमस्ति तथा अस्ति किम् अस्तु एकमेकं वारं वदामः एकमेकं कुतः कुत्र गच्छति गृहतः वैद्यालयं गच्छामि वैद्यालयतः वैद्यालयतः वनं गच्छामि गृहतः मन्दिरं गच्छामि मन्दिरतः क्रीडाङ्गणं गच्छामि अस्तु भक्षि लक्ष्मी भगिनी क्रीडाङ्गणतः अस्तु सन्ध्या भगिनी गृहतः कुत्र गच्छति अस्तु समीचीनं तत्र तः तत्र ग्रन्थालय ग्रन्थालयतः कुत्र गच्छति विश्वविद्यालयतः अस्तु समीचीनमस्ति यदि सर्वे उक्तवन्तः अस्तु अग्रे गच्छेम अधुना अहम् अधुना अहं शनैः वदामि शनैः वदामि शनैः शनैः अधुना अहम् उच्चैः वदामि उच्चैः वदामि अधुना अहं शनैः वदामि शनैः उच्चैः उच्चैः सिंहः उच्चैः गर्जति तत्र कुक्कुरः उच्चैः भषति अनन्तरं उच्चैः शनैः तत्र शिशुः शनैः वदति रोदिति उच्चैः रोदिति शनैः वदति उच्चैः रोदिति तत्र युवकः युवकः वृद्धः वृद्धः शनैः वदति युवकः उच्चैः वदति तत्र प्रश्नः भवति प्रश्नः कथं कथं वदति शनैः वदति उच्चैः वदति प्रश्नः अस्ति प्रश्नः अस्ति कथं तर्हि सिंहः सिंहः कथं गर्जति सिंहः उच्चैः गर्जति समीचीनमस्ति अत्र वृद्धः कथं वदति शनैः वदति इति शनैः अत्र वाक्यानि वाक्यानि वदामः तत्र कः कः कथं वदति बालकः उच्चैः वदति समीचीनं बालिका शनैः वदति समीचीनमस्ति माधव महोदय अस्तु समीचीनं लक्ष्मी भगिनी अस्तु समीचीनमस्ति इति शनैः उच्चैः अनन्तरं शीघ्रं मन्दम् अहं मन्दं गच्छामि मन्दं गच्छामि इदानीं शीघ्रं गच्छामि तत्र शीघ्रं मन्दं शीघ्रं मन्दं तत्र विमानं शीघ्रं गच्छति लोकयानं मन्दं गच्छति मन्दं गच्छति शीघ्रं तत्र रेल्यानं मन्दं गच्छति इति अस्ति अस्तु स्वीकरोमि अश्वः अश्वः कथं चलति शीघ्रं कूर्मः कथं चलति वाक्यं वदति कूर्मः गजः कथं चलति कथं गजः सिंहः कथं चलति अस्तु विमानं कथं चलति रेल्यानं कथं चलति नगरे लोकयानं कथं चलति अस्तु समीचीनं तर्हि प्रश्नः इति कथं कथं कथमिति पृच्छतु कथं कथं रेल्यानं गच्छति इति कोऽपि पृच्छति वा कथं कथमिति अस्य वाक्यम् अथवा वदति उच्चैः शनैः कथं नाम सिंहः कथं गर्जति इति प्रश्नः व्याघ्रं कथं गर्जति व्याघ्रः व्याघ्रः कथं गर्जति हा इति प्रश्नः अस्ति उत्तरं किम् हा अस्तु प्रश्नः अन्यप्रश्नः शीघ्रं मन्दम् अथवा उच्चैः शनैः शुनकः भाषति भाषते शुनकः उच्चैः भाषते भाषते अनन्तरम् अनन्तरं पिपीलिकः पिपीलिकः पिपीलिकः कथं चलति मन्दं चलति लघु अस्ति किन्तु कदाचित् शीघ्रं गच्छति खलु मन्दं गच्छति अस्तु अस्तु अन्यप्रश्नः अन्यप्रश्नः कोऽपि वदति अस्तु अवगमनं जातम् अग्रे गच्छेम अधुना समयः कः मम गतिः नास्ति ओ अत्र अस्ति अत्र अस्ति किञ्चित् समयः अस्ति किं किं कथं गच्छति उत्तरं किं शीघ्रं मन्दं ओ समीचीनं बुद्धिः अस्ति मन्दं गच्छति अस्तु अधुना स्वास्थ्यं सम्यक् अस्ति स्वास्थ्यं कथमस्ति तत्र कथं स्वास्थ्यं कथमस्ति स्वास्थ्यं कथमस्ति भवत्याः स्वास्थ्यं कथमस्ति सम्यक् अस्ति वा सम्यक् अस्ति सम्यक् अस्ति भोजनं कथमस्ति भोजनं सम्यक् अस्ति सम्यक् अस्ति भवत्याः स्वास्थ्यं कथमस्ति मम स्वास्थ्यं सम्यक् अस्ति एतत् पुस्तकं कथमस्ति पुस्तकं सम्यक् अस्ति पुस्तकं सम्यक् अस्ति अस्तु प्रश्नः पृच्छतु सम्यक् इति श्रोतुमिच्छामि प्रश्नः विमानं कथमस्ति नगरं कथमस्ति विदेशः कथमस्ति पृच्छतु चायं हाँ चायं कथम अस्ति उष्णम अस्ति अनन्तरं हाँ अनन्तरं उत्तमं नाम चलनचित्रं कथम अस्ति चलनचित्रं उत्तमं अस्ति उत्तमं उत्तमं तत्र सम्यक् उत्तमं समीचीनम् पुस्तकेन सर्वं प्रायः दत्तमस्ति अत्र कथम् अत्र कथं सम्यक् उत्तमं समीचीनं सुन्दरं वनं कथमस्ति वनं सुन्दरमस्ति इति अस्ति कश्चन अभ्यासः अस्ति एतत् कुर्मः अत्र 10.1 इति अस्ति उच्चैः शनैः एतत् कुर्मः शीघ्रं मन्दम् उच्चैः शनैः इति पीता भगिनी किं वदतु शीघ्रं मन्दं मन्दम् उच्चैः उच्चैः शेने एतेषु उच्चितेन रूपेण रिक्तस्थानं पूरयतु प्रथमं स मन्दं भोजनं करोति अस्तु समीचीनमस्ति विश्वनाथमहोदय द्वितीयं वाक्यम् उन्मत्तः उच्चैः हसति मम माता शीघ्रं कार्यं करोति राममहोदय अग्रे चतुर्थवाक्यं राइट साइड भवती सम्भाषणं करोति भवती भवती शीघ्रं सम्भाषणं करोतु शीघ्रं भवितुमर्हति सामान्यतया अत्र सम्भाषणं नाम उच्चैः अथवा शनैः उच्चैः सम्भाषणं करोतु अस्तु राजशेखरमहोदय अग्रिमं न शृणोमि कृपया किञ्चित् शीघ्रं वदतु शीघ्रं न शृणोमि कृपया किञ्चित् उच्चैः वदतु समीचीनम् अस्तु दिलीपमहोदय अग्रे शीघ्रं प्रस्थानं करोतु विलम्बः भवति इति अस्ति अभिनवमहोदय अग्रे इतोपि समयः अस्ति शीघ्रं भोजनं करोतु इतोपि इत्युक्ते इतः अपि समयः अस्ति मन्दं भोजनं इदानीम् अपि इतोपि समयः अस्ति मन्दं भोजनं करोतु इति अर्थः अस्ति लक्ष्मी भगिनी अस्ति अष्टमं वाक्यं वदतु अष्टमं अग्रिमं वाक्यं वदतु अष्टमं वाक्यं नम्बर् वाक्य नम्बर् एतत् लोकयानं सर्वदा शीघ्रं गच्छति शीघ्रं गच्छति इति भवितुम् अर्हति किन्तु सामान्यतया एतत् लोकयानं सर्वदा मन्दं गच्छति सर्वदा मन्दं गच्छति इति सामान्यतया वदामः अस्तु अग्रे सीता भगिनी अग्रे करोतु अत्र शिशु रोदनं निद्राम रोदनाम शिशुः निद्राम करोति निद्राम करोति कृपया वदतु कथं अत्र निद्रां करोति शिशुः निद्रां करोति चेत् वयं कथं वदामः शनैः वदामः शनैः शिशुः निद्रां करोति निद्रां करोति खलु निद्रां करोति शनैः वदतु सः भाषणं करोति ध्वनिवर्धकम् एव आवश्यकम् ध्वनिवर्धकम् इत्युक्ते एम्प्लिफायर् ध्वनिवर्धकम् नाम अत्र भाषणमस्ति भाषणमस्ति सार्वजनिकस्थानम् अस्ति तत्र बहवः जनाः सन्ति अत्र कोऽपि भाषणं ददाति यः भाषणं ददाति सः कथं भाषणं करोति ध्वनिमुद्रकम् एव न आवश्यकम् सः उच्चैः भाषणं करोति ध्वनिवर्धकम् एव न आवश्यकम् अवगच्छति वा अस्तु तर्हि अग्रिममस्ति तत्र कथां सम्यक् उत्तमं समीचीनं सुन्दरम् अग्रे पुस्तकं नास्ति उच्चैः उच्चैः अस्तु अग्रिमं करोतु एतेषां प्रश्नानाम् उत्तरं लिखतु अग्रे यथा आरोग्यं कथम् अस्ति आरोग्यं सम्यक् अस्ति अग्रे वातावरणं कथम् अस्ति उत्तरं किम् उत्तममस्ति अथवा सम्यक् अस्ति अस्तु माधव सः गतवान् माधव महोदय कुत्र अस्ति भवान् भवान् बालकः कथं धावति बालकः धावनम् बालकः समीचीनं हा समीचीनं धावति अस्तु धावति धावनं समीचीनं समीचीनं सम्यक् समीचीनम् उत्तमं समानमेव प्रायः समानमेव न न वेरि गुड् वेरि गुड् वेरि गुड् समीचीनम् गुड् वेरि गुड् समीचीनं सम्यक् उत्तमम् उत्तमम् इतोपि अस्ति अत्र सम्यक् अस्ति समीचीनमस्ति उत्तमम् इतोपि अस्ति सुन्दरम् अस्तु सन्ध्याभगिनी एवं करोतु सन्ध्याभगिनी एतत् वस्त्रम् एतत् वस्त्रम् एतत् वस्त्रं कथम् अस्ति समीचीनम् अस्ति वाक्यं वदतु एतत् वस्त्रं समीचीनम् अस्ति समीचीनमस्ति भीमसेन जोशी कथं गायति भीमसेन जोशी उत्तमं गायति उत्तमं गायति समीचीनमस्ति मुरलीमहोदय अग्रे तेण्डुल्कर् कथं क्रीडति तेण्डुल्कर् तेण्डुल्कर् कथं क्रीडति कथं कथं क्रीडति तेण्डुल्कर् मुम्बै क्रीडति कथं सर्वे अवगच्छन्ति वा कथम् एजुकेशन् कथं कथं मीन्स् हाव् अस्ति अस्तु अग्रे गच्छेम एतत् सर्वम् एतत् समापयितुं शक्नुमः किञ्चन पञ्चनिमेषाः अवशिष्टाः अत्र हा भगिनी पठतु अत्र पुस्तकमत्र अस्ति एतेषां पुत्राणां एतेषां भोजन यू वांट मी टू गो टू भोजनम न अत्र एतेषां उत्तराणां उत्तराणां प्रश्नान् भोजनम् उत्तमम् अस्ति उद्यानम् उद्यानम् अस्ति खलु उद्यानं सुन्दरम् अस्ति उद्यानं कथम् अस्ति हा इति प्रश्नः अस्ति भोजनं भोजनम् उत्तमम् अस्ति इति प्रश्नः इति प्रश्नः भोजनं कथम् अस्ति कथम् अस्ति हा अस्तु विनीता भगिनी अग्रे एतत् चलनचित्रं सम्यक् नास्ति एतत् चलनचित्रं कथं नास्ति कथम् अस्ति क्वेश्चन् अस्तु सुभाषिनी महोदय अग्रे तत् पुस्तकम् उत्तमम् अस्ति तत् पुस्तकं कथम् अस्ति हा अद्वीपमहोदय अग्रे सः सर्वं कार्यं सम्यक् करोति सः सर्वं कार्यं कथं करोति हा कथं करोति हा राममहोदय अग्रे रामायणं बहु विस्तृतं विस्तृतं विस्तृतम् अस्ति रामायणं कथं सुन्दरम् अस्ति समीचीनम् अस्ति कथम् अस्ति इति प्रश्नः तर्हि अधुना कथम् अत्र प्रश्नं पृच्छतु एकं प्रश्नं पृच्छतु कथम् अहं कथं गायामि हा इति प्रश्नः उत्तरं किम् अस्तु वयं न जानीमः अस्तु अन्यप्रश्नः प्रश्नः वयम् उत्तरं कथमस्ति अस्माकं अस्माकम् उत्तरम् अस्माकम् उत्तरं कथमस्ति कथमिति प्रश्नः कथं सर्वे वदन्तु एकं एकः प्रश्नः कथमिति कथं कथं वातावरणं कथं अस्ति अनन्तरं सुन्दरमस्ति अन्यप्रश्नः चलनचित्रं कथमस्ति उत्तरं सम्यक् अस्ति बालकः कथं क्रीडति उत्तरं यत्र प्रश्नः कथं तत्र उत्तरमस्ति सम्यक् समीचीनम् असमीचीनम् उत्तमम् अन्यप्रश्नः प्रश्नः प्रश्नः कथं स्वरूप महोदय स्वरूप कथं पाठयति अस्तु अन्तिमप्रश्नः लक्ष्मी भगिनी वदतु प्रश्नः लक्ष्मी भगिनी हा वदतु हा हा लक्ष्मी वदतु कथमिति प्रश्नः देवालयः देवालयः कथमस्ति हा मेधा भगिनी वदति वा कथं माधवमहोदय वदति वा कथं हा प्रश्नः पायसं अस्ति इति प्रश्नः उत्तरं किं पायसं सम्यक् अस्ति अस्तु तर्हि अत्र अद्य अस्माकम् अध्ययनं कस्मिन् विषये जातः तत्र दिशसम्बन्धिप्रश्नाः अनन्तरम् इतः ततः गृहतः तत्र अस्माकं शास्त्रीविभक्तिकज्ञानम् अपेक्षितमस्ति तत्र आसन्दः पुल्लिङ्ग अस्ति, गृहं नपुंसकलिङ्गे अस्ति, लता स्त्रीलिङ्ग अस्ति, नदी स्त्रीलिङ्ग अस्ति. तत्र गृहम् इति अस्ति पजासव् गृहस्य, गृहस्य बालकः बालकस्य, गीता गीतायाः, नदी नद्याः. अस्तु, समीचीनम् समीचीनम् अस्ति. हा वीरमामा नमस्कारः.